अस्तु, तर्हि गतसप्ताहे अस्माकं गृहपाठः आसीत् च अपि एव इति यत् इति पाठे अभ्यासः। तत्र च इति अस्य उदाहरणं वाक्यं वदतु, किमपि शीघ्रं पुनः वदतु। स्वरूपमहोदयः स्वरूपमहोदयः सुब्रह्मण्यं महोदयः च अस्मिन् प्रकोष्ठे स्तः। अस्तु, बहु सम्यक् अस्ति। भवान् वदतु च इत्यस्य वाक्यं। नमस्कारः भगिनि, च इत्यस्य वाक्यं सर्वे वदन्तु। लक्ष्मणस्य लक्ष्मण च सीता समेत वनं गच्छति। पुनः वदतु, रामः लक्ष्मणः सीता सहित वनं गच्छति। किन्तु च इति पदमस्ति, च इति उक्तवान् वा? रामः लक्ष्मण च वनं गच्छति, वनं गच्छन्ति। हा, अस्तु। बहुवचने वक्तुं शक्नुमः, द्विवचने भवति चेत् रामः लक्ष्मणः, रामः लक्ष्मणः च वनं द्विवचने किं भवति? गच्छतः, गच्छति, गच्छतः, गच्छन्ति, गच्छतः। वयं रामः लक्ष्मणः च वनं गच्छतः गच्छन्ति वा इति वक्तुं शक्नुमः। पुनः तत्र विकल्पाः सन्ति, तत्र रामः लक्ष्मणः च, पुनः रामः च लक्ष्मणः च इति अपि वक्तुं शक्नुमः। यत्र च अस्ति तत्र विकल्पेन एकवचने क्रियापदस्य रूपं, तत्र एकवचने अपि बहुवचने अपि कर्तुं शक्नुमः। यथा रामः च श्यामः च अभिनवः च वनं गच्छन्ति, अथवा रामः च श्यामः च अभिनवः च वनं गच्छति इति अपि भवति। अर्थः भेदः अस्ति न, अर्थभेदः नास्ति, रूपभेदः एव। तत्र गच्छति गच्छन्ति इति अपि भवति। तत्र रामः च लक्ष्मणः च अभिनवः च इति अपि अस्ति, रामः श्यामः लक्ष्मणः अभिनवः च इति अपि भवति। स्पष्टम् इति च। अस्तु, अनन्तरम् अपि अभिनव, तत्र अपि इत्यस्य उदाहरणं वदतु। रामः कुत्रापि न गच्छति। हा, रामः कुत्र अपि न गच्छति इति वाक्यम् अस्ति, बहु सम्यक् अस्ति। हा, तत्तु किञ्चित् विशिष्टप्रयोगः अस्ति, तत्र सकारात्मकार्थे वदति वा? कुत्रापि इति विशेषप्रयोगः अस्ति। अहं संस्कृतम् अपि पठिष्यामि। हा, किन्तु अपि इत्यस्य अर्थः न अवगम्यते अस्माभिः तस्मिन् वाक्ये। नाम किञ्चित् इतोपि वदतु, किञ्चित् इतोपि वदतु, ये अपि इत्यस्य अर्थः कः? तत्र किञ्चित् इतोपि वदतु। किं भवान् उक्तवान् अहं संस्कृतम् अपि पठिष्यामि, पठामि? अहं पाठ्यक्रमस्य इतर संस्कृतम् अपि पठिष्यामि। अहं पाठ्यक्रमस्य इतर इतरे इतरे अन्यान्, हा, तत् जानामि। हा, किन्तु अत्र पाठ्यक्रमस्य नाम अस्य भवति वा? पाठ्यक्रमः इति उक्तं खलु, पाठ्यक्रमः नाम किं? विश्वविद्यालयस्य पाठ्यक्रमस्य इतरे संस्कृतम् अपि पठिष्यामि। इदानीम् अर्थः किञ्चित् स्पष्टः जातः। Hmm. भवती अन्यत् उदाहरणं ददातु. अहं गृहपाठस्य पठनं कृत्वा अपि पुनः पठितुमिच्छामि. तदपि समीचीनमस्ति, तदपि समीचीनमस्ति. अन्यत् उदाहरणं? अहं संस्कृतं पठामि, अहं मराठीभाषाम् अपि पठामि. इति सामान्यमुदाहरणमस्ति, सर्वसामान्यमुदाहरणमिति एतत्. अहम् एतत् करोमि, अहं तत् अपि करोमि इति आरम्भे, नाम प्रथमं प्रथमं सर्वप्रथमं यदि कोऽपि पाठयितुमिच्छति, नाम अपि इत्यस्य अर्थः कः, तत्र प्रथम उदाहरणम् एतत्. अहं संस्कृतं पठामि, मराठीभाषाम् अपि पठामि, खलु? भवत्या यद् उक्तं तदपि समीचीनमस्ति, भवता यद् उक्तं तदपि समीचीनमस्ति. आरम्भे एतत्, अनन्तरम् एतत् सर्वम् आयाति. अन्यत् उदाहरणं? कृष्णः अर्जुनस्य गुरु अस्ति, मित्रमपि. अस्तु, इति अपि. इदानीम् एव सर्वे उदाहरणं ददातु. एव इत्यस्य? अहं गृहम् एव गच्छामि. अस्तु, किन्तु अस्य वदनेन अहं किमपि न अवगच्छामि यत् भवतः अवगमनमस्ति न वा. तादृशम् उदाहरणम् अपेक्षितमस्ति येन अर्थः स्पष्टः स्यात्. अहं प्रातः संस्कृतम् एव पठितवती. हा, संस्कृतमेव पठितवती इत्युक्ते किम्? पाठः प्रातः संस्कृतम् एव पठितवती. हा, किन्तु किन्तु भवती उदाहरणं ददातु, नाम एतावता अहम् एव तस्य शब्दस्य अर्थं न अवगच्छामि एतावता. उदाहरणं ददातु. अस्तु, अधुना वयं संस्कृतम् एव पठामः, आङ्ग्लभाषां न पठामः. अन्याम् अपि कामपि भाषां न पठामः, संस्कृतमेव. इदानीं संस्कृतेन एव वदिष्यामः, अनया अपि भाषया न वदामः इति अर्थः अस्ति. अहं गृहमेव गच्छामि, कुत्रापि अन्यत्र न गच्छामि इति वक्तव्यमासीत्. अहं संस्कृतम् एव पठितवती. प्रातः, अहम् अद्य प्रातः संस्कृतमेव पठितवती. इतोपि किमपि वदतु. किमपि अन्यत् कार्यं न कृतवती. संस्कृतम् एव पठितवती, किमपि एव अन्यत् न कृतवती इति न. अहं संस्कृतम् एव पठितवती, अन्यत् किमपि न पठितवती. अहं प्रातःकाले संस्कृतं पठितवती एव. अहं संस्कृतमेव पठितवती, तत्र भेदः कः? संस्कृतमेव पठितवती, अन्यभाषायां न पठितवती. संस्कृतं पठितवती एव, अन्यत् अन्यत् भाषा न, तथा न. अहं संस्कृतमेव पठितवती, अन्याम् अपि कामपि भाषामपि न पठितवती इति साधु. अहं संस्कृतं पठितवती एव, तत्र अहं संस्कृतं पठितवती एव, किन्तु संस्कृतं न पाठयितवती, अहं संस्कृतं पठितवती एव. तदपि सत्यं, तदपि सम्यक् अस्ति, तदपि सम्यक् अस्ति, तदपि सम्यक् अस्ति. नाम यस्य अनन्तरम् एव शब्दः आयाति तद् नियमयति, तदेव नियमयति. अहं संस्कृतमेव पठितवान् नाम अहं नाम पठनार्थं बहु किमपि आसीत् किन्तु संस्कृतमेव पठितवान्। अहं संस्कृतं पठितवान् एव इत्युक्ते करणार्थं बहु किमपि आसीत् किन्तु करणस्य मध्ये यावत् आसीत् तत्र केवलं पठितवान्, अपि च संस्कृतं पठितवान्, किन्तु पठितवान् एव। अहं तत्र पाककार्यं न कृतवान्, अन्यत् किमपि न कृतवान्, केवलं पठितवान्। तत्र अहं संस्कृतं पठितवान् एव, नाम विशेषतः संस्कृतमिति न, पठितवान् इति। तत्र अहं पठितवान् एव, अहं पठामि एव, नाम अहं पठामि न एव नाम अन्यत् किमपि न करोमि, केवलं पठामि। अहं संस्कृतं पठामि एव। तत्र केवलं तत्र किञ्चित् भिन्न अर्थः अस्ति। अहं संस्कृतं पठामि एव, अहं पठामि एव कुत्रचित् एव इत्यस्य अर्थः नाम तत्र किं वदामि, स्ट्रेस् दानार्थं तावदेव, नियमयितुं न। तत्र नियमयति इत्युक्ते रिस्ट्रिक्षन् करोति, नियमयति, एतत् अहं कृतवान्, अन्यत् किमपि न कृतवान् इति नियमयति। द्वितीय अर्थः अस्ति यत् तत्र एवम् एम्फसिस् इति दातुम् इति द्वितीय अर्थः अस्ति खलु। तत्र प्रादेशिकभाषासु तादृशमपि अस्ति खलु, तेलुगु मध्ये हिन्दीभाषायाम् एतत् सर्वं नाम हिन्दीभाषायां यथा हि अस्ति एव तदेव अस्ति। अत्र तेलुगुभाषायां किम् अस्ति एव, मात्रापि भवति किन्तु यत्र एम्फसिस् इति दातुमिच्छति तत्र मात्र इति नास्ति। मात्र नाम केवलं अपि अस्ति, किन्तु तादृशं नाम पार्टिकल् नाम लघुशब्दः नास्ति यथा एव हिन्दीभाषायां हि अस्ति। संस्कृतभाषायामपि हि भवति ह्रस्वीकारः, जानाति खलु, ह्रस्वीकारः हि इत्युक्ते एव अस्तु अस्तु। तर्हि एव इति स्पष्टं स्यात् इति उदाहरणं ददातु, सर्वे वदन्तु। लक्ष्मणः भरतः शत्रुघ्नः च इति दशरथस्य चत्वारः पुत्राः आसन्। तत्तु अस्माकं प्रथमम् उदाहरणं नास्ति, साधु अस्ति, किन्तु सामान्य उदाहरणं सामान्यम् उदाहरणम् इति। मम मित्रस्य गृहं गतवान् इति मम पतिः उक्तवान्। यत्र कोऽपि किमपि उक्तवान् तत्र इति प्रथमम् उदाहरणमस्ति खलु। अत्र अत्र पेज् 143 इति तत्र नाम न त्रयस् इति तत्र नास्ति, त्रिचत्वारिंशत् सत्यं। तत्र वयं त्रिचत्वारिंशदधिक अपि वक्तुं शक्नुमः, किन्तु शताधिक अपि वक्तुं शक्यते, तद् दोषाय नास्ति, द्वयमपि अस्ति। इति अपि भवति, इति अपि भवति, त्रिचत्वारिंशदधिक शताधिक तमे इत्यपि सत्यम्। तत्र पञ्चवाक्यानि सन्ति अचिन्तयत् अवदत् अवदत् उक्तवान् पश्यतु उदाहरणानि सन्ति खलु इति उक्तवान् इति अवदत् इति चिन्तितवान् इति पञ्च उदाहरणानि सन्ति इति अस्ति उदाहरणानि सन्ति अस्तु अन्यत् किमस्ति तत्र एकचत्वारिंशदधिकशततमे पुटे तत्र एव इत्यस्य किञ्चित् स्पष्टीकरणार्थं वयं तत्र निश्चयः इति यदा अहं वदामि तथा तत्र निश्चयः इति अपि अर्थः अस्ति नियमः अस्ति नाम सीमा अपि च निश्चयः तत्र अर्थद्वयमस्ति खलु अत्र पठतु कृपया एव इति अव्ययस्य एव इति एव इति अव्ययस्य प्रयोगः निश्चयः इत्यर्थे क्रियते एतत् अन्यस्य निवारणं करोति एव इति अव्ययस्य प्रयोगः अपि सप्तभिः विभक्तिभिः युक्तेषु वाक्येषु शक्यः अभ्यासः यथोदाहरणं वाक्यानि पुनः लिखत् यथा भवान् अधुना गृहं गमिष्यति भवान् कार्यालयं न गमिष्यति भवान् अधुना गृहम् एव गमिष्यति कार्यालयं न अत्र भवान् अधुना गृहम् एव गमिष्यति कार्यालयं न यदि वयं वदामः भवान् अधुना एव गृहं गमिष्यति तत्तु भिन्नं स्यात् खलु भवान् अधुना एव गृहं गमिष्यति तत्र वाक्यं पूरयतु वाक्यं पूरय नाम अत्र भवान् अधुना गृहम् एव गमिष्यति कार्यालयं न किन्तु किं न इति अस्ति भवान् अधुना एव गृहं गमिष्यति भवान् अधुना एव गृहं गमिष्यति श्वः न अनन्तरं पुनः भवान् एव अधुना गृहं गमिष्यति भवान् एव अधुना गृहं गमिष्यति अहं न भवान् एव अन्यत् किमस्ति भवान् अधुना गृहं भवान् अधुना गृहं गमिष्यति एव पूर्णं करोतु भवान् अधुना गृहं गमिष्यति एव संस्कृतं न कार्यं न करिष्यति कार्यं न करिष्यति पाकं न करिष्यति भोजनं न करिष्यति संस्कृतं न पठिष्यति गृहं गमिष्यति एव खलु अस्तु द्वितीयं करोतु वयं सर्वे भोजनं करिष्यामः वयं मधुरं न खादिष्यामः वयं सर्वे भोजनम् एव करिष्यामः मधुरं न खादिष्यामः नाम न अतः समस्या जाता यतोहि भवतः वाक्यं समीचीनं नास्ति वयं सर्वे भोजनं भोजनमेव न तत्तु समीचीनमेव करिष्यामः भोजनमस्ति वयं सर्वे भोजनं करिष्यामः वयं मधुरं न खादिष्यामः वयं सर्वे भोजनम् एव करिष्यामः मधुरं न खादिष्यामः वक्तव्यमस्ति यतोहि अत्र मधुरं खादिष्यामि भोजनं करिष्यामि यदि मधुरं न इति वदति तस्य अर्थः मधुरं न करिष्यामि तत्तु न भवति भोजनम् एव खादिष्यामः मधुरं भोजनम् एव करिष्यामः भोजनं करिष्यामि मधुरं खादिष्यामि भोजनं किं किं किम् उक्तवती वयं सर्वे भोजनं खादिष्यामः तत्तु भवति अत्र करिष्यामः इति लिखितमस्ति किन्तु यदि अभविष्यत् खादिष्यामः तर्हि समीचीनमासीत् वयं मधुरं न भोजनं खादिष्यामः मधुरं न अस्तु अग्रे ताः विद्यालयं गच्छन्ति, ताः अन्यत्र न गच्छन्ति, ताः विद्यालयम् एव गच्छन्ति, अन्यत्र न. अन्यत्र न, सम्यक् अस्ति. अस्तु, पुस्तकालये पुस्तकानि सन्ति, पुस्तकालये उत्तरपुस्तकानि न सन्ति. पुस्तकालये पुस्तकानि एव सन्ति, उत्तरपुस्तकानि न. अस्तु. सौचिकः वस्त्रं सीव्यति, सौचिकः वस्त्रं न वयति. सौचिकः वस्त्रम् एव सीव्यति, न वयति. वस्त्रं न, सौचिकः वस्त्रं सीव्यति एव वयति न. अत्र सीव्यति वयति इति जानाति खलु, जानाति वा भगिनी? जानाति सीव्यति एव सीव्यति, सीव्यति अनि वयति वयति. अत्र यन्त्रमस्ति, एतत् सर्वमस्ति खलु. ओ तत्र लूम् इति यद् वदामः, एतदस्ति पूर्णवस्त्रमस्ति तथा इति. इदानीं हस्तेन नाम न्यूनमस्ति खलु, प्राचीनकाले तथा भवति स्म. वयति. अस्तु महोदय अग्रे. सिंहः गर्जति, शुकः न गर्जति. सिंहः एव गर्जति, शुकः न. अस्तु, एतत् सर्वं प्रायः स्पष्टमस्ति खलु, इदानीं पर्याप्तं. महोदय, प्रारम्भतः एतस्य चाप्रे सर्वाणि शब्दानि नूतनानि, तत्तु भवत्याः उत्तरदायित्वम् आसीत्. गृहपाठं कृतवती वा? कृतवती. उक्तं यत् नाम सर्वाणि शब्दानि सङ्गणकम् अस्ति खलु, तत्र आन्लैन् शब्दकोशः अपि अस्ति. अस्माकम् अभ्यासः अपि भवेत् अस्मिन्, नाम अस्माकं समयस्य केवलं केवलं अग्रे अग्रे सरति चेत् न कोऽपि लाभः इति गृहपाठं कृतवती वा? कृतवती. सङ्गणके यत्र शब्दकोशः एतत् सर्वं कृतवती इति मया उक्तं गते सप्ताहे. मया किम् उक्तं यत् व्याकरणदृष्ट्या नूतनं किमपि नास्ति, तत्र नूतनशब्दाः सन्ति, तान् पश्यन्तु इति गृहपाठः आसीत्. यतोहि अत्र च इति सर्वं वयं जानीमः एव, अतः गृहपाठः तत्र नूतनशब्दाः सन्ति इति जानीमः स्म. अत्र एतानि भवती तु जानाति एव, एतानि वाक्यानि स्वीकृतवन्तः भगवद्गीता. तत्र कापि पठिः स्यात् रूपं वदतु. किन्तु भवती षष्टि इति उक्तवती, किं काव्यभक्तिः अस्ति? पञ्चमी एव करणीयं. रूपं स्यात् किं रूपं? गीतायाः. वाक्यं वदतु. एतानि सर्वाणि वाक्यानि भगवद्गीतायाः स्वीकृतवन्तः. इदानीं वाक्यं समीचीनमस्ति. अस्तु, तर्हि अपि अस्ति अस्ति अस्ति अत्र तत्र पञ्चमवाक्यमस्ति, पश्यतु. अर्जुनः पठतु अपि अपि विषये चत्वारिंशदधिकशततितमपुटे पञ्चमवाक्ये अर्जुनः केवलं वामहस्तेन न दक्षिणहस्तेन शरं प्रयुङ्क्ते. अर्जुनः केवलं दक्षिणहस्तेन शरं प्रयुङ्क्ते. अपि करणीयं अस्तु तर्हि अत्र प्रश्नः नास्ति, अस्मिन् वाक्ये प्रश्नः नास्ति. अस्तु प्रश्नं पृच्छतु. अग्रिमवाक्यं योगी कर्म कुर्वन् अपि न लिप्यते. लिप्यते इत्युक्ते लिप्यते यथा लेपनमस्ति, लेपनं जानाति खलु, लेपनं तत्र अत्र त्वचि अपि लेपनमस्ति, किन्तु भगवद्गीतायां लेपनं नाम आत्मनि लेपनं. नाम योगी कर्म कुर्वन् अपि न लिप्यते, नाम यथा पक्षी, पक्षी जले गच्छति किन्तु जलं न तिष्ठति, यदा उपरि आगच्छति तत्र जलं न तिष्ठति एव. अतः योगी विश्वे वसति किन्तु सः तत्र न लिप्यते लोके. अवगतं खलु? न लिप्यते तत्र बुद्धः स्यात्. अस्तु अग्रिमवाक्यं किं? सः गुरुणा दुःखेन न विचाल्यते. सः गुरुणा अपि दुःखेन न विचाल्यते. नाम गुरुणा तृतीया एकवचने. सः गुरुणा साहाय्येन अपि दुःखं न त्यजति. सः गुरुणा साहाय्येन अपि दुःखं न त्यजति. दूरितवान् मा दूरितवान् दुःखं दुःखितः अस्ति, तस्य दुःखमस्ति, गुरुणः साहाय्येन अपि न त्यज्यते दुःखम्. अस्तु इति अग्रे श्रुत्वा, श्रुत्वा इति प्रथमवाक्यं श्रुत्वा अपि ब्रह्म कश्चित् न जानाति इति स्पष्टमस्ति. द्वितीयवाक्यं स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि. यत् नाम स्वधर्मं दृष्ट्वा, स्वधर्मं दृष्ट्वा न विकम्पितुम् अर्हसि. यः स्वस्य धर्मं जानाति सः अपरस्मिन् मार्गे न गन्तुं शक्नोति इति प्रायः अतः स्यात्. अस्तु यत् इति अस्य उदाहरणं ददातु, सर्वे वदन्तु यत्. अहं चिन्तयामि यत् पुस्तकं समीचीनम् अस्ति. अस्तु अन्यत् उदाहरणमस्ति. सः अवदत् यत् अद्य विश्वविद्यालयः न उद्घाटयति. सम्यक्. उदाहरणं मम पति उक्तवान् यत् अहं कक्षायां न आगतवान्. कक्षायां कक्ष्यां न आगतवान् अथवा हा अस्तु भवतु अग्रे. अस्तु तर्हि चतुर्थी विभक्तिः महोदय पठतु. चतुर्थी उच्चैः पठत् जानीत् च. शिवः अर्जुनः, शिवः अर्जुनाय पाशुपतास्त्रं ददाति. शिवः अर्जुनाय पाशुपतास्त्रं ददाति. आञ्जनेयः सीता, आञ्जनेयः सीतायै अङ्गुलीयकं ददाति. भीमः द्रौपदी, भीमः द्रौपद्यै सौगन्धिकपुष्पं ददाति. अत्र चतुर्थी विभक्ति अस्ति, साधारणतया दानक्रियायां भवति खलु. इन्द्रः कर्णाय शक्त्यायुधं दत्तवान्. शिक्षिका छात्राये गीतां दत्तवती भक्तः देवताये फलम् अर्पयति कृष्णः अर्जुनाय दिव्यं चक्षुः दत्तवान् यत् कस्मै अपि अश्रद्धया ददाति तत् असत् भवति यत् कस्मै अपि अश्रद्धया ददाति तत् अस्मत् असत् भवति इति स्पष्टं स्यात् तान् इष्टान् भोगान् यच्छन्ति देवाः मानवाय इष्टान् भोगान् यच्छन्ति अत्र एकमस्ति तत्र संस्कृतेन या इत्यस्य आकारः वदति चेत् समीचीनं मानवाय मानवाय मानवाय अग्रे मनुष्याय मनुष्याः देवाय हविः अर्पयन्ति भक्ताय ईश्वरः सद्बुद्धिं ददाति कस्मै अपि यत् किमपि ददाति तत् अपि ईश्वरार्पणं करोतु अभक्ताय गीता न देया भक्ताः भक्त्यां पत्रं पुष्पं फलम् इत्यादि ईश्वराय ददाति ददति ददति इति बहुवचनम् ज्ञानिनः शुश्रूषवे ज्ञानं ददति भगवान् अत्र शुश्रूषवे इति अवगच्छति वा तत् नाम ये शृण्वन्ति ये शृण्वन्ति इति न किन्तु हा नाम तस्य शब्दस्य अर्थः नाम अत्र अर्थ कस्यचित् अपि शब्दस्य अर्थद्वयम् अर्हति नाम योगार्थः रूढार्थः अत्र भवता यदुक्तं तत् महोदय यद् भवता यदुक्तं तत् योगार्थः आसीत् अथवा रूढार्थः शिष्यः नाम तत्र यदि हा नाम यदि यदि वदामः यत् शुश्रूषुः इति शिष्यः तच्चु तत्तु योगार्थः अथवा रूढार्थः शिष्यः इति अर्थः शिष्यः तु अर्थः भवति किन्तु रूढार्थः अथवा योगार्थः किं भेदः अवगच्छति वा भेदः कः रूढार्थः योगार्थः वदानि अनुमतिं करोमि प्रायः योगार्थः यतः श्र धातुः अस्ति श्रु इति धातुः अत्र श्रवणं शृणोति श्रु तत्र धातुः अस्ति ज्ञानी न शिशुः शिक्षस्य शिक्षस्य श्रवणेन छात्रः पठति वर्धते छात्रस्य ज्ञानं भवति तर्हि प्रायः योगार्थः योगार्थः नाम तस्य धातुः नाम योग अर्थः अपि च रूढार्थः तत्र भेदः कः योगार्थः रूढार्थः आदौ अर्थः नासीत् शब्दस्य किन्तु समयस्य अनन्तरं अर्थः भवति सत्यं सत्यम् अत्र रूढार्थः नाम व्याकरणं दृष्ट्वा यः अर्थः उत्पद्यते सः योगार्थः योगार्थः मूल शब्दस्य मूलं दृष्ट्वा शरीरस्य धातुं धातुं प्रत्ययम् उपसर्गं च दृष्ट्वा कः अर्थः आगच्छति यो व्याकरणदृष्ट्या सः योगार्थः अस्ति. अनन्तरं गच्छता कालेन या परम्परा अस्ति समाजे तदाधारेण अनन्तरं यः अर्थः आयाति सः रूढार्थः अस्ति. रूढि इति परम्परा. तर्हि अत्र भवता यदुक्तं तत्र शिष्यः इति रूढार्थः अस्ति, मूलार्थः नास्ति. नाम व्याकरणं दृष्ट्वा अस्य शब्दस्य अर्थः कः इति दृष्ट्वा शिष्यः न आगच्छति, परम्परया एव अस्ति. अत्र अत्र योगार्थः अस्ति नाम शुश्रूषुः. शुश्रूषुः इति शब्दः तस्य अर्थः श्रोतुम् इच्छति. यः न उपसर्गः नास्ति न शुश्रूषुः. अत्र शुश्रूषुः इति शब्दः अस्ति. शुश्रूषुः इति श्रोतुम् इच्छति यः, सः शुश्रूषुः. यथा जिज्ञासुः, जिज्ञासुः यः ज्ञातुमिच्छति सः जिज्ञासुः अस्ति. अत्र सन् प्रत्ययः अस्ति. सन् कश्चन प्रत्ययः अस्ति. सन् कर्तुम् इच्छा इति सन् प्रत्ययः भवति. तत्र यथा तत्र रूपस्य शब्दस्य रूपत्रयं भवति. तत्र जिज्ञासा इति भावः, ज्ञातुमिच्छा इति जिज्ञासा, ज्ञातुम् इच्छति यः इति जिज्ञासुः. अनन्तरं क्रियापदमस्ति जिज्ञासति इति ज्ञातुमिच्छति इति क्रियापदमस्ति. तर्हि अत्र पुरुषः अस्ति यः कर्तुमिच्छति सः, यः श्रोतुमिच्छति. अनन्तरं ये श्रोतुमिच्छन्ति ते शिष्याः इति परम्परा आयाति अनन्तरं, खलु. तर्हि ज्ञानिनः शुश्रूषवे, शुश्रूषवे इति अस्य विभक्तिरूपं किं? वचनं किं? बहुवचनम् एवं गुरवे, खलु. शिशुः शिशवे एकवचने अस्ति. बहुवचनं किं? बहुवचनान्तरूपं किं? शुश्रूभ्यः. गुरु अस्ति गुरुः, गुरुभ्यः. हा, शुश्रूषुभ्यः इति बहुवचने, खलु. तर्हि ज्ञानिनः शुश्रूषवे ज्ञानं ददति इति वाक्यं स्पष्टमस्ति. भगवान् भवान् भगवान् युयुक्षवे, भगवान् मुमुक्षवे मोक्षं ददाति. तर्हि मुमुक्षवे नाम यः मोक्षम् इच्छति. मुमुक्षुः, शुश्रूषुः, जिज्ञासुः, तत्र मुमुक्षुः मोक्षम् इच्छति यः मुमुक्षुः. योद्धा तत्र रूपाणि सन्ति. अवधेयं प्रथमाविभक्ति चतुर्थीविभक्तिः. योद्धः योद्धौ योद्धाः, योद्धाय योद्धाभ्यां योद्धेभ्यः. ऋषिकेशः ऋषिकेशौ ऋषिकेशाः, ऋषिकेशाय ऋषिकेशाभ्यां ऋषिकेशेभ्यः. इति पुल्लिङ्गशब्दाः, इति नाम स्त्रीलिङ्गे. देवता देवते देवताः, देवतायै देवताभ्यां देवताभ्यः. वीणा वीणे वीणाः, वीणायै वीणाभ्यां वीणाभ्यः. श्रीलिङ्गे इदानीं ईकारान्त श्रीलिङ्गः. महति महत्यौ महत्यः, महति महत्यौ महत्यः, महत्यै महतीभ्यां महतीभ्यः. ब्राह्मी ब्राह्म्यौ ब्राह्म्यः, ब्राह्म्यै ब्राह्मीभ्यां ब्राह्मीभ्यः इति यथा नदी शब्दः नदी पात्रं नपुंसकं पात्रं पात्रे पात्राणि पात्राय पात्राभ्यां पात्रेभ्यः गात्रं गात्रे गात्राणि गात्राय गात्राभ्यां गात्रेभ्यः इति नपुंसकलिङ्गे अस्तु बहु सम्यक् अस्ति अग्रे कौरवपाण्डवानां कन्दुकक्रीडाप्रसङ्गे कः कस्मै कन्दुकं ददाति इति अत्र दर्शितमस्ति तद्दृष्ट्वा यथोदाहरणं वाक्यानि लिखत युधिष्ठिरः नकुलः सहदेवः सुबाहुः अर्जुनः युत्सुः भीमः दुर्योधनः सोमकीर्तिः दुशला विविधसुः उदाहरणार्थं युधिष्ठिरः नकुलाय कन्दुकं ददाति नकुलः सहदेवाय कन्दुकं ददाति सहदेवः सुबाहवे कन्दुकं ददाति सुबाहुः अर्जुनाय कन्दुकं ददाति अर्जुनः युयुत्सवे कन्दुकं ददाति युयुत्सुः भीमाय कन्दुकं ददाति भीमः दुर्योधनाय कन्दुकं ददाति दुर्योधनः सोमकीर्तये कन्दुकं ददाति किन्तु सोमकीर्तिः तत्र पुल्लिङ्गे अथवा स्त्रीलिङ्गे पुंलिङ्गे मुनिः शब्दवत् दुर्योधनः सोमकीर्तये कन्दुकं ददाति सोमकीर्तिः दुस्सलायै कन्दुकं ददाति दुस्सला विवित्सुवे कन्दुकं ददाति पुनः दुस्सला विवित्सवे विवित्सवे कन्दुकं ददाति एतानि वाक्यानि उच्चैः पठत उच्चैः पठत दाता यतये भिक्षणं भिक्षां ददाति कृष्णः साधवे अभयं ददाति प्रजापतिः कुत्रे ओ प्रजापिः प्रजापतिः कर्त्रे कर्मफलं ददाति श्रीकृष्णः द्रौपद्यै अभयं ददाति रोगी दैत्याय वैद्याय धन्यवादं समार्पयति नायकः चम्वै उत्सारं ददाति उत्साहं ददाति अत्र प्रथमाविभक्तिः मध्ये मध्ये वक्तव्यमस्ति नाम अत्र प्रातिपदिकं किं चमूः नाम सेना चमूः यतये इति अस्य प्रातिपदिकं यतिः नाम साधुः गतिः इति यति इति प्रातिपदिकं सत्यं प्रथमाभक्तौ यति इति साधुः हाय साधवेति साधुः हाय कर्ता कर्त्रेति कर्ता द्रौपद्यै द्रौपदी वैद्याय वैद्यः चमोय चमूः स्त्रीलिङ्गशब्दः दीर्घकारान्त मात्रे माता अस्तु अभिनव महोदय तत्र अग्रे केवलं पुत्रः मात्रे फलं ददाति नेता प्रतिनिधये उपायनं ददाति गुरुः वटवे आशिषं ददाति भक्तः मूर्तये पुष्पम् अर्पयति आपणिकः उपभोक्त्रे वस्तु ददाति कृषकः धेनवे तृणं ददाति श्वश्रूः वध्वे कङ्कणानि ददाति देवः भक्ताय वरं ददाति पुनः वधूः इति दीर्घ उकारात् श्रीलिङ्गशब्दः चमूः वधूः वस्तुं ददाति अथवा वस्तु ददाति वस्तु वस्तु वस्तु इति नपुंसकलिङ्गशब्दः वस्तु वस्तूनि वस्तूनि वस्तु वस्तूनि वस्तूनि वनमनि वनानि तत्र द्वितीयविभक्ति तत्र विभक्तौ तत्र भेदः नास्ति नपुंसकलिङ्गे अस्तु अग्रे रूपाणि तानि सन्ति पूर्वमेव दृष्टम् अतः अग्रे यथोदाहरणं चतुर्थीविभक्तिरूपे रिक्तस्थानानि पूर्यते नाम अत्र रूपाणि दत्तानि सन्ति तत्र देवः इति देवाय इति इत्यादिकम् एतत् सर्वं वयं जानीमः खलु सामान्यशब्दाः ज्ञाताः अग्रे पश्येम अत्र नपुंसकलिङ्गे दधि अस्ति वारि अस्ति अस्तु भगिनी पठतु दधि दधि दध्ने दधिभ्यां दधिभ्यः वारि वारिणे वारिभ्यां वारिभ्यः मधु मधुने मधुभ्यां मधुभ्यः इति अस्ति तर्हि अत्र किमस्ति यत् नपुंसकलिङ्गे एकवचने नकारः आयाति नकारः मध्ये आगच्छति एकवचने नपुंसकलिङ्गे इति मनसि भवेत् अस्तु अपि च स्त्रीलिङ्गे उकारान्त ईकारान्तशब्दानां रूपद्वयं भवति इति मनसि भवेत् एकवचने यथा यथा किं मतिः इति धेनुः धेन्वै मत्यै अस्तु अग्रे पश्येम यथोदाहरणं चतुर्थीविभक्तिरूपैः रिक्तस्थानानि पूरयत सारथिः सारथये सारथिभ्यां सारथिभ्यः सेनापतिः सेनापतये सेनापतिभ्यां सेनापतिभ्यः ऋषिः ऋषये ऋषिभ्यां ऋषिभ्यः गुरुः गुरवे गुरुभ्यां गुरुभ्यः वटुः वटवे वटुभ्यां वटुभ्यः शत्रुः शत्रवे शत्रुभ्यां शत्रुभ्यः विभुः विभवे विभुभ्यां विभुभ्यः पिता पित्रे पितृभ्यां पितृभ्यः विधाता विधात्रे विधातृभ्यां विधातृभ्यः कर्ता कर्त्रे कर्तृभ्यां कर्तृभ्यः भूमिः भूमये अथवा भूम्यै भूमिभ्यां भूमिभ्यः विभूतिः विभूतिः विभूतिः प्रत्यय विभूतये अथवा विभूतियै विभूतिभ्याम विभूतिभ्यः मूर्तिः मूर्तये अथवा मूर्तियै मूर्तिभ्याम मूर्तिभ्यः तनुः तन्वै तनुभ्याम तनुभ्यः धेनुः धेनवै अथवा धेनवै नो धेनवै अथवा धेनवै धेनुभ्याम धेनुभ्यः रजुः रजुः स्त्रीलिङ्ग रजवै अथवा रज्वै रजुभ्यां रजुभ्यः अस्तु अस्तु भगिनि अग्रे चमोः चम्वै चमोभ्यां चमोभ्यः वधूः वध्वै वधूभ्यां वधूभ्यः माता मात्रे मातृभ्यां मातृभ्यः स्वसा स्वस्रे स्वसृभ्यां स्वसृभ्यः वारि वारिणे वारिभ्यां वारिभ्यः दधि दध्ने दधिभ्यां दधिभ्यः मधु मधुने मधुभ्यां मधुभ्यः वस्तु वस्तुने वस्तुने वस्तुभ्यां वस्तुभ्यः अत्र चमूः वधूः तत्र पश्यन्तु स्त्रीलिङ्गदीर्घकारान्तशब्दाः स्त्रीलिङ्गे तत्र यथा धेनुः तथा न तत्र भेदः कः न किन्तु रूपस्य आकृतिः तत्र भेदः कः उकारान्त ह्रस्व उकारान्त दीर्घ उकारान्त इति सत्यम् अस्माभिः किं चिन्तनीयं किं स्मरणीयम् अस्ति अत्र अत्र यथा वयं वदामः धेनुः धेनुशब्दः तत्र रज्जुशब्दः एकरीत्या यथा शिशुः भवति अन्यरीत्या यथा नदीशब्दः भवति खलु इति विकल्पद्वयं भवति वधुशब्दः केवलं नदीशब्दवत् वधू चमू केवलं नदीशब्दवत् तत्र विकल्पेन यथा शिशु शिशु तथा न तत्र चम्वै अस्ति वद्वै अस्ति तत्र नदी नद्यो नद्यः यथा तथा सर्वत्र भवति वधुशब्दः चमुशब्दः अस्तु अभिनवमहोदय अग्रे माता एतत् सर्वम् अस्ति आभरणे माता माता कुत्र अस्ति भवान् न एतत् सर्वं स्मार्टम् अस्ति आवरणे विद्यमानस्य शब्दस्य चतुर्थी विभक्तिरूपेण रिक्तस्थानानि पूर्यते मात्री पुत्राभ्यां पुत्रौ खाद्यं ददाति भटः अश्वौ जलं दत्तवान् भटः अश्वाभ्यां जलं दत्तवान् भटः नाम सैनिकः सः मित्रे पुस्तकं ददाति सः मित्राय पुस्तकं ददाति न मित्रे सः मित्राभ्यां पुस्तकं ददाति अनुजा बन्धु मधुरं दत्तवती सः बन्धुभ्यां मधुरं दत्तवती राजा गुरु उपायनानि ददाति राजा गुरुभ्यां गुरुभ्यां गुरुः गुरु गुरवः अत्र गुरु इति द्विवचनस्य खलु गुरुभ्याम् उपायनानि ददाति पितामह पौत्रौ गीतां ददाति पौत्रौ द्विवचनं पितामह पौत्राभ्यां गीतां ददाति अहं भ्रातरौ वस्त्राणि यच्छामि अहं भ्रातृभ्यां वस्त्राणि यच्छामि भक्तः मूर्ति पुष्पाणि समर्पयति भक्तः मूर्तिभ्यां पुष्पाणि समर्पयति भवान् धेनु तृणानि दत्तवान् भवान् धेनुभ्यां तृणानि दत्तवान् कृष्णः मातरौ वस्त्राणि दत्तवान् कृष्णः मातृभ्यां वस्त्राणि दत्तवान् पिता पुत्र्यौ शाटिकां दत्तवान् पिता पुत्रीभ्यां शाटिकां दत्तवान् अस्तु सुब्रह्मण्यमहोदय एतस्य कोष्ठस्य सहायेन यथोदाहरणं वाक्यानि रचयत गृहस्थः अतिथिः उदाहरणं गृहस्थः अतिथये आतिथ्यं ददाति अतिथयः आतिथ्यं गृहस्थः अतिथिभ्यः आतिथ्यं ददाति तत्र गृहस्थः अतिथयः अत्र किमस्ति अतिथिभ्यः आतिथ्यम् गृहस्थः अतिथिभ्यः ओहो अस्तु चतुर्थी अत्र अवगतं तत्र चतुर्थी विभागवति द्वितीयविभक्तिः अस्ति अत्र गृहस्थः अतिथये अतिथ्यं गृहस्थः अतिथयः एकवचनम् अस्ति तावदेव अस्ति अस्तु रथिकः सारथिः रथिकः सारथये प्रग्रहं ददाति रथिकः सारथिभ्यः प्रग्रहं ददाति सत्यं प्रग्रहः इति जानन्ति खलु तत्र यः रथिकः सः चालयति खलु चालयति न रथिकः इति यः उपविशति पृष्ठभागे अनन्तरं सारथि इति चालयति अपि च प्रग्रहः यत् यत् यत् स्वीकृत्य सः चालयति रेञ्ज् इति यद् प्रायः आङ्ग्लभाषायां न जानन्ति खलु किन्तु तथा उच्यन्ते तत्र किन्तु यदा वयं स्वीकुर्मः तत् दर्जुः इति अस्तु भगिनि गुरुः वटवे आशिष्यं ददाति गुरुः वटुभ्यः आशिष्यं ददाति माता सूनुः नाम पुत्रः माता सूनवे दुग्धं ददाति माता सूनुभ्यां दुग्धं ददाति दाता भोक्त्रे आतिथ्यं भोजनं ददाति दाता भोक्तृभ्यां भोजनं ददाति भोक्तृभ्यः बहुवचनं प्रकृतिः भवान् उक्तवान् एव प्रकृतिः कर्त्रे प्रेरणां ददाति प्रेरणां ददाति प्रकृतिः कर्तृभ्यः प्रेरणां ददाति सम्यक् अस्तु शिवभगिनी अग्रे नेता कविः मानपत्रं ददाति नेता कवये मानपत्रं ददाति नेत्रा कवयः मानपत्रं ददाति नेता कविभ्यः मानपत्रं ददाति एकवचनं बहुवचनं अस्ति न न न कृषकः जन्तुः आहारं ददाति कृषकः जन्तवे आहारं ददाति कृषकः जन्तुभ्यः आहारं ददाति भवान् व्यक्तिः वस्त्राणि ददाति भवान् व्यक्तये वस्त्राणि ददाति भवान् व्यक्तिभ्यां वस्त्राणि ददाति व्यक्तिः इत्यस्य लिङ्गं किं व्यक्तिः ओ स्त्रीलिङ्ग् ओ भवान् व्यक्तये व्यक्तये इति अस्ति विकल्पेन व्यक्त्यै अत्र व्यक्तिः व्यक्तिः इति श्रीलिङ्गशब्दः तत्र अत्र अवगन्तव्यमस्ति यद् व्यक्तिः इति श्रीलिङ्गशब्दः यदि पुरुषः व्यक्तिः इति पुरुषः भवितुमर्हति पुरुषः भवितुमर्हति किन्तु व्यक्तिः इति श्रीलिङ्गशब्दः यदि कश्चन पुरुषः आगतवान् अपि च अहं व्यक्तिशब्दं प्रयुज्य वक्तुमिच्छामि तर्हि पुरुषः अस्ति चेदपि अहं वदामि यद् व्यक्तिः इदानीम् आगतवती इति वाक्यमस्ति तर्हि किन्तु विकल्पः अस्ति तर्हि व्यक्तये न विकल्पद्वयमस्ति अस्तु अस्तु भवान् भक्तिभ्यां वस्त्राणि ददाति शिक्षकः अध्येता पुस्तकानि ददाति शिक्षकः अध्येत्रे पुस्तकानि ददाति शिक्षकः अध्येतृभ्यः पुस्तकानि ददाति अध्यक्षः श्रोता उपायनानि ददाति अध्यक्षः श्रोत्रे अध्यक्षः श्रोत्रे उपायनानि ददाति अध्यक्षः श्रोतृभ्यः उपायनानि ददाति सम्यक् अस्ति अस्तु रूपाणि वदतु महोदय. उच्चैः पठति लिखति च. तत् पुल्लिङ्गे नपुंसकलिङ्गे च तस्मै ताभ्यां तेभ्यः. तद् स्त्रीलिङ्गे तस्यै ताभ्यां ताभ्यः. एतद् पुल्लिङ्गे नपुंसकलिङ्गे च एतस्मै एताभ्याम् एतेभ्यः. एतद् स्त्रीलिङ्गे एतस्यै एताभ्याम् एताभ्यः. किं पुल्लिङ्गे नपुंसकलिङ्गे च कस्मै काभ्यां केभ्यः. किं स्त्रीलिङ्गे कस्यै काभ्यां काभ्यः. सर्व पुल्लिङ्गे नपुंसकलिङ्गे च सर्वस्मै सर्वाभ्यां सर्वेभ्यः. सर्व स्त्रीलिङ्गे सर्वस्यै सर्वाभ्यां सर्वाभ्यः. युष्मद् त्रिषु लिङ्गेषु तुभ्यं युवाभ्यां युष्मभ्यम्. अस्मद् त्रिषु लिङ्गेषु मह्यम् आवाभ्याम् अस्मभ्यम्. भवत् पुल्लिङ्गे नपुंसकलिङ्गे च भवते भवद्भ्यां भवद्भ्यः. भवत् स्त्रीलिङ्गे भवत्यै भवतीभ्यां भवतीभ्यः. अस्तु भगिनी अग्रे. सर्वनामशब्दानां चतुर्थी विभक्तिरूपेण यथोदाहरणं रिक्तस्थानानि पूरयत. उदाहरणार्थं सैनिकाः खिद्यन्ते तेभ्यः ते आश्वासनं यच्छत. तेभ्यः आश्वासनं यच्छत. सेनाः सन्नद्धाः ताः आयुधानि प्रयच्छत. सेनाः सन्नद्धाः ताभ्यः आयुधानि प्रयच्छत. कृष्णः ताः ताभ्यः ताभ्यः. तत्र सन्नद्धाः इति जानाति वा? सन्नद्धाः नाम सिद्धाः. एतस्मानमेव आयुधानि आयुधं शस्त्रं शस्त्राणि शस्त्राणि. कृष्णार्जुनौ सेनामध्यम् आगतौ. तौ अवकाशं प्रयच्छत. कृष्णार्जुनौ सेनामध्यम् आगतौ. ताभ्याम् अवकाशं प्रयच्छत. सा सात्विकी बुद्धिः सा सदवकाशं कल्पयत. सा सात्विकी बुद्धिः तस्यै सदवकाशं कल्पयत. एषः संसाररूपः अश्वत्थः. एषः असङ्गशस्त्रम् अलम्. एषः संसाररूपः अश्वत्थः. एतस्मै असङ्गशस्त्रम् अलम्. सर्वै फलं इच्छन्ति कः ददानि. सर्वै फलम् इच्छन्ति कस्मै ददानि. सर्वे धर्मपरायणाः. सर्वे सहकारं प्रयच्छामः. सर्वे धर्मपरायणाः. सर्वस्मै सहकारं प्रयच्छामः. अहं पुस्तकप्रियः. अहं पुस्तकं यच्छत. अहं पुस्तकप्रियः. मह्यं पुस्तकं यच्छत. अत्र सर्वे इति सर्वे इति किम् उक्तवती? सर्वे धर्मपरायणाः. सर्वस्मै सर्वस्मै इति एकवचने अस्ति. सर्वाभ्यां सर्वे इति अस्य वचनं किं बहुवचनं सर्वे नाम सर्व अत्र सर्वे इति सः तोते सर्वे सर्वं सर्वे सर्वाणि अथवा सर्वः सर्वे सर्वाः न तथा नास्ति न पुल्लिङ्गे पुल्लिङ्गे अस्ति किल पुल्लिङ्गे सर्वः सर्वे सर्वाः न तथा नास्ति सर्वः सर्वं सर्वाः सर्वे सर्वे जनाः सर्वे जनाः आगच्छन्ति सः सर्वौ सः सर्वः अत्र पुंलिङ्गशब्दं द्विवचनं कथं सर्वे इति अस्ति बहुवचने अस्ति रूपाणि कानि सर्वः सर्वौ सर्वे स्त्रीलिङ्गे भवति मराठि स्म द्विवचने किन्तु अत्र पुल्लिङ्गशब्दः अस्ति तर्हि किम् अस्ति सर्वे धर्मपरायणाः सर्वेभ्यः सहकारं प्रयच्छामः इति अस्ति अग्रे गत्वा अस्ति कुत्र किं प्रश्नः नाम इति अस्य अर्थः वृक्षविशेषः अत्र वृक्षविशेषः फिग् इति वदामः फिक्चि हिन्दीभाषायां किम् अस्ति विस्मृतवान् वा अञ्जूर् अञ्जूर् न तत्तु भिन्नमस्ति फिग् डेट् डेट् डेट् अश्वत्थं डेट् टूर् खजूर् अस्ति डेट् खजूर् फिग् इति अहं विस्मृतवान् किम् अञ्जूर् अञ्जूर् अञ्जूर् अञ्जूर् अस्ति फिग् ऐस् क्रीम् फिग् बाग् अञ्जूर् अस्तु अस्तु इति स्नेहः जातः खलु हा अग्रे चतुर्थी विभक्तिः अस्ति यस्मै वयं दद्मः अनन्तरं द्वितीया तत्र भेदः इति महत्वपूर्णः अस्ति खलु यत् वयं दद्मः तस्य का विभक्तिः द्वितीया विभक्तिः यस्मै दद्मः तत् चतुर्थी खलु अस्तु यत् क्रोधः अस्ति खलु क्रोधस्य विषयः तत्र का विभक्तिः तस्मै मम क्रोधः अतः क्रुध्यति एष्यति द्रुह्यति असूयति इति अपि अस्ति तर्हि श्लोकं नीत्वा पठामः तावता यत् अवशिष्यते तत् कुर्वन्तु तत्र षष्ठाभ्यासः सप्तमभ्यासः अष्टमाभ्यासः नवमाभ्यासः दशमाभ्यासः एकादशः अभ्यासः प्रथमः द्वितीयः तृतीयः चतुर्थः पञ्चमः षष्ठः सप्तमः अष्टमः नवमः दशमः अनन्तरम् एकादशः द्वादशः अनन्तरं त्रयोदश चतुर्दश चतुर्दशः पञ्चदश अष्टि षोडश षोडश सप्त सप्तदश दश अष्टादश नवदश अनन्तरं विंशतिः विंशतितमः विंशः विंशः अथवा विंशतितमः तत्र तमः विंशति इत्यस्मात् आरभ्य भवति तमः अथवा विंशः अस्तु समापयन्तु अनन्तरं श्लोकं पठामः अग्रिमे सप्ताहे साधु वा तत्र अध्यायं समापयन्तु अपि च श्लोकं पठामः मिलित्वा सम्यक्